सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आरम्भे एकं सुभाषितं शृणुमः. भगिनी सुभाषितं श्रावयतु. गुरुभ्यो नमः. विद्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीन पशुः. शान्ति शान्ति शान्तिः. गुरुभ्यो नमः. धन्यवादः भगिनी. अधुना संख्यानाम् अध्ययनं गते सप्ताहे एव आरब्धमासीत्. अद्यापि स एव विषयः अनुवर्तते. इत्युक्ते प्रवर्तमानः विषयः संख्यानाम् अध्ययनं, स एव विषयः अद्यापि अनुवर्तते. अत्र गीतासोपानं प्रथमभागः इत्यस्मिन् पुस्तके अष्टपञ्चाशत्तमं पुटं पश्यन्तु. शीर्षकमस्ति पञ्चयितानि आवाहो. तस्मिन् पुटे आरम्भे संख्यानाम् आवलिः दत्ता तत्र. तत्पश्चात् अधोभागे अभ्यासः अस्ति. तम् अभ्यासम् अद्य कुर्मः. गृहपाठरूपेण यद् मया प्रेषितं तस्मिन् प्रसङ्गे एव अद्यापि चिन्तनं भवति. तदर्थम् अष्टपञ्चाशत्तमं पुटं पश्यन्तु. तत्र आरम्भे एका सूचना, रक्तवर्णैः लिखितानि पदानि सन्ति, तत्र सूचना दत्ता आसीत्. अत्र पमेला भगिनी, भवती सूचनां पठतु. सोरि, अहं म्यूट् मध्ये अस्मि, क्षम्यताम्. कुत्र अस्ति भगिनि, भवत्या ईमेल् मध्ये अस्ति वा? न न, अत्र अस्माकं पुस्तके अष्टपञ्चाशत्तमं पुटं पश्यतु. तत्र उपरि संख्यानाम् आवलिः दत्ता आसीत्. तत्पश्चात् अभ्यासः अस्ति. उपरि एका सूचना प्रदत्ता, तां सूचनां पठतु आरम्भे. सूचना आवरणे विद्यमानानां संख्यानां दृष्ट्वा कति सन्ति इति लिखत तं भगिनि, तत् तदेव वा? तदेव. अस्मिन् वाक्ये कानिचन पदानि सन्ति. प्रत्येकं पदं स्वीकृत्य भवती यद् जानाति तद्वदतु. आवरणे इत्युक्ते सप्तमी विभक्ति. विद्यमानानां संख्यानां विशेषणविशेष्य विशेषसंख्या शब्द विद्यमानानां विशेषणम् अस्ति. षष्ठी बहुवचनं. दृष्ट्वा द्वान्तरूपम् अव्ययं पदं. कति सन्ति इति लिखत मध्यमपुरुष बहुवचनम्. अत्र आवरणे आवरणे इति लिखितमस्ति. तत्र लिङ्गं किम्? आवरणे पुल्लिङ्ग शब्दः अस्ति महोदय. नपुंसकः अहं न जानामि सम्यक्. नपुंसकलिङ्गपदम् आवरणम्. आवरणं हा. अपि च अत्र विद्यमान इति कीदृशं पदम्? विद्यमान विद्या योग मनस् इति किमपि अस्ति वा महोदय? मम तु सम्यक् ज्ञानं नास्ति भगिनी. चिन्ता मास्तु भगिनी. शोभा भगिनी, भवती एकवारम् अत्र विद्यमान इति कीदृशं पदं वदतु. आं भगिनी, तत्र विद्यमान तत्र नो चेत् अत्र चिन्ता मास्तु भगिनी. अत्र लता भगिनी एकवारं वदति वा विद्यमान? स्मरामि भगिनी, क्षम्यतां. चिन्ता मास्तु भगिनी. अत्र लता भगिनी एकवारं विद्यमान पदं शत्रु शानच् पदः. शानच् प्रत्ययः माना इति विद्यते विद् धातोतः माना इति प्रत्ययः शानच् प्रत्ययः योगः भवति. देट् मीन्स् विद्यमाना प्रेसेण्ट् कण्टिन्यूस्. उत्तमम्. अत्र इतोपि समीचीनतया उक्तवती भगिनी. अत्र किञ्चित् वदामि. अत्र विद्यमान इति प्रातिपदिकमस्ति. विद्यमाना इति प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि भवन्ति. विद्यमान इति शाणजन्तरूपं. साधारणतया क्रियापदं परस्मैपदी अस्ति चेत् सत्रन्तरूपं भवति. किन्तु पदम् आत्मनेपदी आत्मनेपदीरूपम् अस्ति चेत् शाणजन्तरूपं भवति. विद् धातुः यत् मया पूर्वमेव उक्तमासीत्, विद् धातुः बहुषु गणेषु अस्ति. किन्तु दिवादिगणे यः विद् धातुः अस्ति विद् सत्तायाम् इत्यस्मिन् अर्थे सः विद् धातुः आत्मनेपदी धातुः. तस्य रूपं लट्लकाररूपं विद्यते. विद्यते इति आत्मनेपदमस्ति इति कृत्वा तस्य शाणजन्तरूपं विद्यमान इति प्रातिपदिकं. किन्तु पुंलिङ्गे विद्यमानः विद्यमानः ग्रन्थः, विद्यमाना सङ्ख्या, विद्यमानं पुस्तकम् इति रूपाणि भवन्ति. अत्र यथा भगिन्या उक्तं विद्यमानां सङ्ख्याम्, अत्र षष्टिविभक्तिः किल षष्टिविभक्तिः नास्ति. षष्टिविभक्तिः कर्मपदम्. किमर्थं गीताञ्जलि भगिनी एकवारं वदतु, अत्र इतोपि स्पष्टतया वदतु. दृष्ट्वा अत्र दत्तं, दृष्ट्वा इति अव्ययपदं त्वान्तात् कर्मपदं स्वीकरोति. सङ्ख्यां दृष्ट्वा, कीदृशसङ्ख्यां? विद्यमानां सङ्ख्याम् इति विशेषणविशेष्यभावः तत्र. उत्तमम्. अपि च अत्र कर्मपदमस्ति सङ्ख्यां. सङ्ख्याम् इति कर्मपदस्य विशेषणमस्ति विद्यमानां. द्वितीयाविभक्तिः अत्र गीताञ्जलि भगिनी प्रथमाविभक्त्यां वदतु, तयोः रूपं कथं भवति? एतयोः द्वयोः रूपं प्रथमाविभक्त्यां कथं भवति? संख्या स्त्रीलिङ्ग आकारान्तपदं, लतावत् अस्ति. संख्या संख्ये संख्याः इत्युक्ते विद्यमाना संख्या, विद्यमाने संख्ये विद्यमानाः संख्याः. उत्तमं. विद्यमाना संख्या, विद्यमाने संख्ये विद्यमानाः संख्याः. अत्र तु शानजन्तप्रातिपदिकमस्ति विद्यमान इति प्रातिपदिकं. किन्तु त्रिषु लिङ्गेषु रूपाणि भवन्ति. अत्र तु संख्याम् इति कर्मपदमस्ति. तस्य विशेषणं विद्यमानां. द्वितीयविभक्तिरूपम् अस्ति. अत्र दृष्ट्वा इति क्त्वान्तरूपं. भगिनि एकः प्रश्नः भगिनि, सर्वदा शत्र शानच् युगलमेव जनाः वदन्ति. किन्तु शत्र तु यदि कर्म क्रियाद्वयम् अस्ति चेत् एककाले, तदनन्तरं शत्र प्रयोगः कुर्मः. किन्तु शानच् तु तत्र नास्ति न भगिनि? अत्र क्रियाद्वयम् अस्ति इति नास्ति. अत्र यथा लता भगिन्या उक्तम् आसीत्, प्रेसेण्ट् कण्टिन्यूस् इति वदामः. साधारणतया शत्रन्तरूपाणि अपि अन्यपदस्य विशेषणं भवति. शत्रन्तपदं शाणजन्तपदम् अपि अन्यपदस्य विशेषणं भवति. भगिनि, जनरलि कृदन्तास् आर् कृदन्तास् विशेषण नामपदविशेषण नामपदविशेषण अपि भवितुं शक्यते किल? इत्युक्ते कानिचन कृदन्तपदम् इत्युक्ते धातुतः निष्पन्नं भवति. धातुतः कृत् प्रत्ययस्य योजनेन निष्पन्नं भवति. धातुतः तिङ् प्रत्ययस्य योजनेन तिङन्तपदं, कृत् प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति. किन्तु अत्र तु विद्यमान इति कृदन्तपदमेव विद् धातुतः शाणच् प्रत्ययस्य योजनेन, शाणच् इति कथनेन तत्र चकारः अपगच्छति, शकारः अपि अपगच्छति. तत्र आन इति रूपमेव तत्र अवशिष्यते. तदर्थमेव विद्यमान इति रूपम् अस्ति. शत्रन्तरूपाणि शाणजन्तरूपाणि विशेषणानि भवन्ति. अत्र गीताञ्जलि भगिनी, भवत्याः प्रश्नः इत्युक्ते शत्र यद् रूपं यदि वयं योजयामः इत्युक्ते अहं वदन् अस्मि अत्र अस्मि एकं क्रियापदं वदन् अपि कृदन्त तु शत्र अस्ति किन्तु क्रिया द्वे अस्ति तत्र वदन् अस्मि इति अहम् अवगतम् अहम् अपि न जानामि शानच् तु आत्मनेपदी धातुतः आयाति किन्तु प्रयोग किञ्चित् भिन्न अस्ति इति भाति भगिनि तत्र प्रयोगे तत्र तादृशभेदः नास्ति परस्मैपदीनां कृते शत्रन्तरूपं शत्रन्तरूपस्य प्रयोगः यथा भवति तथा एव शाणजन्तरूपम् अपि भवति केवलं तत्र धातुः आत्मनेपदी धातुः वा नो चेत् परस्मैपदी धातुः वा इति दृष्ट्वा शत्रन्तरूपं वा शाणजन्तरूपं वा सिद्ध्यति किन्तु तयोः प्रयोजनसाम्यम् अस्ति प्रयोगसाम्यम् अस्ति इत्युक्ते दे आर् यूस्ड् फार् द सेम् context same things so atra kriya dvaye dve kriya asti che drushtva api cha likhita iti bhavati bhagini atra bhavati eva vadatu drushtva iti tvanta rupam asti tvanta padasya prayogah kutra bhavati tvanta prayoga tu kutra bhavati ityukte kimapi karyam krutva तदनन्तरम् अन्य कार्यम् आयाति एक कार्यम् अनन्तरम् एकम् अन्य कार्यं यदि भवति चेत् तदनन्तरं त्वान्तप्रयोगं कुर्मः उत्तमम् अस्मिन् वाक्ये पूर्वकालिकी क्रिया का हा पूर्वकालिकी क्रिया तु दृष्ट्वा एव इत्युक्ते तदनन्तरं लिखित लिखत क्षम्यतां भगिनि लिखत चिन्ता मास्तु अत्र पूर्वकालिकी क्रिया दृष्ट्वा दर्शनम् एव पूर्वकालिकी क्रिया अनन्तरं लेखनम् अत्र क्रियाद्वयमस्ति इति कृत्वा पूर्वकालिकी क्रियायाः क्त्वान्तरूपं सिद्ध्यति अत्र कति सन्ति इति लिखितमस्ति कति प्रसङ्गे किञ्चित् चिन्तनीयमस्ति कति सन्ति इति एव लेखनीयं यद्यपि एकमेव वस्तु अस्ति चेदपि सर्वदा कति सन्ति इति एव वक्तव्यं बहुवचने एव उपयोगं कुर्मः किल तस्य पदस्य प्रश्नसमये सर्वदा कति सन्ति इति एव वक्तव्यं स एवं कति अस्ति इति असाधुप्रयोगः तत्र स्मर्तव्यः विषयः तु कति सन्ति इति वक्तव्यं लिखत इति मध्यमपुरुषलोट् लकार बहुवचनरूपं दत्तमस्ति कति शब्दः इकारान्तशब्दः कति शब्दः नित्यबहुवचनान्तशब्दः कति शब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति किन्तु कति शब्दस्य रूपाणि त्रिषु लिङ्गेषु समानानि इत्युक्ते तत्र लिङ्गभेदः न दृश्यते कति शब्दस्य अपि सप्तसु विभक्तिषु रूपाणि भवन्ति कोऽपि वदति वा अत्र कति शब्दस्य रूपाणि सप्तसु विभक्तिषु कथं भवन्ति कति कतिं कतिभिः वदतु भिः कतिभ्यः कतिभ्यः पञ्चमी आल्सो कतिभ्यः देन् कतिभ्यः कतिषु उत्तमम् अत्र कति शब्दस्य रूपाणि त्रिषु लिङ्गेषु समानानि कतिभिः कतिभ्यः कतिभ्यः कतीनां कतिषु कति इति एकं पदमस्ति अपि च कियत् इति अन्यत् पदमस्ति कति इत्युक्ते हौमनि किन्तु कियत् इत्युक्ते हौमत् अपि च कियत् प्रसङ्गे कोऽपि वदति वा अत्र पमेला भगिनी वदतु कियत् न जानामि किन्तु केवलम् इति जानामि यदि वयं क्वाण्टिफैङ्ग् कियत् ज्ञानम् अस्ति अथवा तत् सन्दर्भे कियत् उपयोगं कुर्मः यदि संख्यावाचक शब्दः अस्ति तत्र कति शब्द उपयोगं कुर्मः यदि वयं संख्याम् उपयुज्य किमपि न वक्तुं शक्नुमः अथवा कियत् ज्ञानम् अस्ति, सरोवरे कियत् जलम् अस्ति इति सन्दर्भे उपयोगं कुर्मः, तदैव जानामि भगिनि. अनन्तरं चिन्ता मास्तु. अत्र कति इति भिन्नं पदं, कियत् इति भिन्नं पदं, तत्र प्रातिपदिकं कियत् एव अस्ति, किन्तु कियत् पदं, तस्य रूपाणि त्रिषु लिङ्गेषु भिद्यन्ते. इत्युक्ते कियत् शब्दस्य रूपं पुंलिङ्गे कियान् भवान् शब्दवत्, तत्र कियान् प्रथमाविभक्ति एकवचनरूपं, पुंलिङ्गे कियान् भवति, स्त्रीलिङ्गे कियती भवति, नपुंसकलिङ्गे कियत् भवति. एतावत् कति इति भिन्नं पदं, कियत् इति अन्यत् पदम्, अपि च कति इति पदं किं शब्दात् आगतम्. इतोपि किमस्ति, सन्ति इति लिखितमस्ति. सन्ति इत्यस्य प्रसङ्गे कोऽपि वदतु, ललिता भगिनी वदतु. सन्ति इति कीदृशं पदम्? वदामि, वदतु. सन्ति प्रथमाविभक्ति बहुवचने अस्ति. विभक्ति इति वदामः वा अत्र, किं वक्तव्यम्? बहुवचन अस्ति, बहुवचने अस्ति, किन्तु अस्ति सः सन्ति, क्रियापदम् इत्युक्ते अत्र विभक्तयः इति नाम कुत्र भवति, नामपदानां प्रसङ्गे एव तादृशं रीत्या वदामः, किन्तु अत्र प्रथमपुरुष बहुवचनरूपं सन्ति, धातोः रूपमेव अस्ति स्तः सन्ति. इतोपि सङ्ख्यानां प्रसङ्गे किञ्चित् अन्ये विषयाः सन्ति, तेषां प्रसङ्गे किञ्चित् वदामि. संशयः भवति, प्रश्नसमये वयं कति सन्ति इति वदामः, उत्तरसमये उत्तरदातुं समये एक एव वस्तुः चेत् एक अस्ति उत्तरम् इति दातुं शक्नुमः किल. तदेव अत्र आयाति, अस्ति स्तः सन्ति, एतानि त्रीणि रूपाणि उपयुज्य तत्र सङ्ख्या का इति सङ्ख्यां दृष्ट्वा एव तत्र क्रियापदस्य परिवर्तनं कृत्वा लेखनीयम् अस्ति. अपि च अत्र प्रथमं वाक्यमस्ति यथा, भूमा भगिनी भवती वदतु प्रथमं वाक्यं किं दत्तमस्ति. भगिनी एकः प्रश्नः, भगिनी क्षम्यतां, भगिनी सङ्ख्या इति पदस्य प्रसङ्गे अनुस्वारः अपि अनुस्वारः एव दृश्यते, अनुनासिक वर्णस्य उपयोगः न भवति किं? संख्या ङ, लैक् why it is a sun, so and then anuswara and then kya, why not so and then ngo and then kya, how we write prasanga ngo and go. Atra aham chintayami sammiti upasarga asti, upasarga api padameva tatra samyoga kopi vadati va atra asya uttaram kim. Atra anuswaram drushyate parantu aham anyatra sthale सङ्ख्याम् अनुनासिकवर्गस्य अनुनासिक बिलो दट् महाप्राणक् एण्ड् देन् वन् स्माल् रिसिङ्ग् वन् स्ट्रोक् जस्ट् टु इण्डिकेट् द व्यञ्जन सङ्ख् देन् या दे रैट् ऐ हव् सीन् दट् फार्म् आल्सो हियर् लैक् अस्मिन् पुस्तके तु सङ्ख्या अनुस्वारः एव सर्वत्र. तत्र अनुस्वारस्य ययि परसवर्णः इति एव कार्यं करोति, किन्तु विकल्पेन इति मन्ये. न, अनुस्वारस्य परसवर्णविकल्पेन न, निश्चयेन नित्यः अस्तु, नित्यः नित्यः. अत्र अनुनासिकस्य प्रसक्तिः नास्ति. अत्र किम् अस्ति इत्युक्ते परसवर्णादेशः भवति वा न वा, इत्युक्ते अत्र अनुस्वारस्य स्थाने परसवर्णादेशः भूत्वा कवर्गीय अन्तिमव्यञ्जनम् अत्र कवर्गीय. किन्तु यथा लता भगिन्या उक्तम् अत्र ञकारसहितं रूपमपि मया दृष्टमासीत् भगिनि. वदतु. सम् उपसर्गपदमस्ति, अपदान्त नास्ति. सम् इति पदम् अस्तु, पदान्त वा पदान्तस्य वा पदान्तस्य कार्यं करोति चेत् विकल्पेन एव. सम् इति उपसर्गपदम् अस्ति, अतः तत्र अनुस्वारस्य ययि परसवर्णः इत्यस्य प्रसक्तिः नास्ति. वा पदान्तस्य कार्यं करोति, तत्तु वा इति अस्ति एव सूत्रे विकल्पेन एव. तदेव उत्तरम् अत्र. इत्युक्ते अत्र अनुनासिकसन्धेः प्रसक्तिः नास्ति, परसवर्णादेशः भवति वा न वा, परसवर्णादेशः विकल्पेन भवति वा पदान्तस्य इति सूत्रेण. सम् इति पदम् अस्ति, केवलम् उपसर्गः नास्ति, पदम् अपि. अत्र अपदान्तकार्यम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण नित्यरूपेण भवति पदनिर्माणप्रसङ्गे. किन्तु अत्र पदद्वयम् अस्ति, सम् इति अन्यत् पदमस्ति इति कृत्वा विकल्पेन भवति यथा शोभा भगिन्या उक्तं, तदेव मम चिन्तनमपि. अस्तु भगिनि, एक अन्य प्रश्न भगिनि, कियत् विषये कियत् सर्वदा एकवचनरूपम् अस्ति? त्रिषु वचनेषु सप्तसु विभक्तिषु तस्य रूपाणि सन्ति. त्रिषु किमर्थं, कथं योजयामः इत्युक्ते how much water is there would be ekavachana rupam asti va bahuvachana atatra trishulingesh rupani santi bhagini kiyan kiyantau kiyantah tadrusha ritya pumlinge bhavanti katham janima ke yadi jalam asti chet kim vachanam sadhu sarvah shabdavat ichukte tasya prayogah katham bhavati iti anyah visheha kintu tasya rupani trishulingeshu सप्तसु विभक्तिषु सन्ति कियत् शब्दस्य रूपाणि. अस्तु, धन्यवादः भगिनि. कति कियत् अव्ययपदानि, ऐ थिङ्क् बीङ्ग् विशेषण प्रवीते कियत् कियान् बालकाः सन्ति, कियत् पुस्तकानि सन्ति, कियती महिलाः सन्ति, कियान् प्रभावः अस्ति इति वाक्यं, तथा एव कियत् ज्ञानमस्ति, कियत् ज्ञानमस्ति इति अन्यत् रूपमस्ति. कियति, मम वाक्यानि अशुद्धानि, कति ओन्लि मम वाक्य दोषपूरितः, कियत् कियान् बालकः, वि डोण्ट् से, क्षम्यताम्. Now I suddenly realize it is only to say the quantity, how much. Yes. So then I think ekvachanam eva paryaptam, kila kiyat gnanam. Bhagini, tatra tu trishu lingeshu rupani santi, kintu vakyam nirmanam katham bhavati iti anyah visheyah. Yatha kiyan kiyat gnanam bhagini uktavati eva, anantaram kiyati प्रसिद्धिः इति पदं भवति, कियती प्रसिद्धिः अस्ति, कियान् प्रभावः अस्ति, तादृशरीत्या तस्य पदस्य प्रयोगः भवति. अग्रे सरेम. अनन्तरम् अत्र प्रथमं वाक्यं द्वौ हस्तौ इति लिखितम् अस्ति. अत्र भूमा भगिनी वदतु. एकः धनुः पुल्लिङ्गम् उकारान्त पुल्लिङ्गं. द्वौ हस्तौ इति लिखितमस्ति, तत्र हस्तौ तत्र लिङ्गं किम्? लिङ्गं हस्तः अकारान्तपुल्लिङ्गः. उत्तमं, तदर्थमेव तत्र द्वौ इति लिखितमस्ति. अत्र धनुः इति पदम् अस्ति, धनुः तस्य पदस्य लिङ्गं किम्? पुंलिङ्गं न, स्त्रीलिङ्गं वा? पुंसकलिङ्गं वा? स्त्रीलिङ्गशब्दं धनुः, धनुषि, धनुं. एकवारं शृण्वन्तु, धनुः इति पदं नपुंसकलिङ्गपदमस्ति, शकारान्तपदं मूर्धन्य शकारान्तपदमस्ति, तस्य रूपाणि धनुः, धनुषि, धनूंषि. अत्र वेदा भगिनी एकवारं धनुः तस्य रूपाणि एकवारं स्मारयति वा? धनुः धनुःशब्दवत् शकारस्य चिन्तयामि कोऽपि वदति वा? धनु धनु श्रीधनु श्रीमृबिलैक् मधु शब्दः मनस् मनस् शब्दवत् वा? मूर्धन्य शकारान्तपदमस्ति. धनुः धनुषी धनोंषि, धनुः धनुषी धनोंषि, नपुंसकलिङ्गपदमस्ति इति कृत्वा प्रथमाविभक्त्यां द्वितीयविभक्त्यां रूपाणि समानानि. तृतीया आरभ्यरूपाणि धनुषा धनुर्भ्यां धनुर्भिः, धनुषे धनुर्भ्यां धनुर्भ्यः, धनुषः धनुर्भ्यां धनुर्भ्यः, धनुषः धनुषोः धनुषां, धनुषि धनुषोः धनुषु रूपाणि भवन्ति. शकारान्तपदमस्ति, नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र आवरणे किं लेखनीयं भूमा भगिनी? एकं धनुः, एकं धनुः. भगिनी वदतु. धनुष् प्रथम विभक्ति एकवचनं किं भगिनि? धनुः धनुः धनुषी धनोंषि धनुः धनुः शब्दमञ्जरि मध्ये षकारान्त नपुंसकलिङ्ग केवलं शत्रिषु इति दत्तम्. अत्र शुत्वित् इति दत्तं प्रथमपुरुष शुत्वीषि शुत्वींषि अस्ति. धेनुः भिन्नः अस्ति वा? धनुष् भिन्न भिन्नपदम् अस्ति अत्र. धेनुः भिन्नं पदं, धेनुः ऊकारान्त स्त्रीलिङ्गपदम्. अत्र धनुः इति दत्तमस्ति, धनुः इति धनुः धनुषी धनोंषि इति रूपाणि भवन्ति अत्र. एतावता धनुः इत्युक्ते चापः, धनुः इति शकारान्तपदं, चापः इति अकारान्तपदम्. तत्र धनुः इति पदं कथमागतम् इति मया दृष्टमासीत्. तत्र धनति इति धनुः, धनति इत्युक्ते शब्दं करोति इति अर्थः. धनति इति धनुः शब्दं करोति. अन्यानि पदानि सन्ति वा तस्मिन् प्रसङ्गे इति मया दृष्टमासीत्, तदर्थं वदामि. धनुः इत्युक्ते चापः अथवा शरासनम् इति अन्यत् पदं दत्तमस्ति. द्वितीयं करोतु. षोडशसंस्कारः अकारान्त पुल्लिङ्गः. सो षोडशसंस्काराः, षोडश आल्वेस् पुल्लिङ्गः. तत्र षोडश इत्यस्मिन् प्रसङ्गे लिङ्गभेदः न दृश्यते. तत्र पुंलिङ्गपदं वा भवतु, स्त्रीलिङ्गपदम् अथवा नपुंसकलिङ्गपदं वा भवतु, त्रिषु लिङ्गेषु रूपं समानं, षोडश एव भवति. संस्कारः इति पदमस्ति. तत्र सम् उपसर्गपूर्वकः क्रूधातुतः घञ् प्रत्ययस्य योजनेन संस्कारः इति पदं सिद्ध्यति. षोडशसंस्काराः सन्ति. भवती जानाति वा? वदतु, षोडशसंस्काराः के? पूजाकाले षोडश उपचारान् तद् नास्ति. शिशुः जन्मतः पूर्व एव गर्भसंस्कारः करोति किल. That is the first one, Garbhasamskara, then Jatakarma. As soon as the Shishuhu Jananam Bhavati. इत्युक्ते अत्र लता भगिनी जानाति एव, किन्तु किञ्चित् नामानि वदामि. अत्र षोडशसंस्काराः सन्ति. तत्र षोडशसंस्काराः के इति पश्यामश्चेत्, विवाहः, गर्भादानं, पुंसवनं, सीमन्तोन्नयनं, जातकर्म, नामकरणम्, अन्नप्राशनं, चूडाकरणम्, उपनयनं इत्यादीनि सन्ति. एते सर्वे षोडशसंस्काराः. उत्तमम्. अनन्तरं अन्त्यसंस्काराः किल भगिनि? अन्त्यसंस्कारः अपि उत्तमम्. एतावता षोडशसंस्काराः सन्ति. तत्र संस्कारः इति घञ् अन्तपदं पुंलिङ्गपदं, किन्तु अत्र बहुवचने दत्तमस्ति. सूर्यकुमारी भगिनी भवती वदतु अग्रिमं वाक्यं. भगिनि सारथिः सारथिः अहं चिन्तयामि पुल्लिङ्ग पुंलिङ्गपदं सारथिः एकवारं रूपाणि वदतु. हरिः हरि हरे सारथिः सारदौ वेदा भगिनी वदतु. हरिः हरि हरेः एवं सारथि. अधुना वदतु भगिनि. सारथिः सारथि सारथयः. समीचीनं. सारथिः हरिः शब्दवत् इकारान्तपदमस्ति. अधुना वाक्यं पूरयतु भगिनि. एकः सारथिः. अत्र सारथिः इति पदम् अत्र कीदृशं पदम् इति अहं दृष्टवती, अतः वदामि. यः रथेन सह वर्तते सः सारथिः. रथेन सह यः वर्तते सः सारथिः. अग्रिमं वाक्यं पूरयतु. इन्द्रियाणि दश इन्द्रियाणि. अत्र एकवचनरूपं किम्? इन्द्रियम्. इन्द्रियम्. अत्र णत्वं किमर्थमस्ति? रसाभ्याम् अटुकुप्पु पुनम् दो अपि वर्तते. इतोपि समीचीनतया वक्तव्यम् इत्युक्ते अत्र णत्वं किमर्थम् इति कथनेन साक्षात् अनन्तरं रेफस्य अनन्तरं साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् रषाभ्यां नोणः इति सूत्रेण णत्वं भवति. किन्तु अत्र साक्षात् अनन्तरं नास्ति. इत्युक्ते रेफात् अनन्तरम् अन्ये वर्णाः सन्ति इति कृत्वा, यद्यपि अन्ये वर्णाः सन्ति व्यवधानमस्ति चेदपि तत्र बाधकवर्णाः न सन्ति इति कृत्वा तत्र णत्वं भवति. अट्कुप् वाङ् नुम् व्यवायेपि इति सूत्रेण तत्र णत्वं भवति. यथा भवत्या उक्तं, कति इन्द्रियाणि सन्ति? दश इन्द्रियाणि सन्ति. दश इन्द्रियाणि वा? दश इन्द्रियाणि कानि एकवारं वदतु. कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्च ज्ञानेन्द्रियाणि. तत्र ज्ञानेन्द्रियाणि कानि? श्रवणं वदतु. भवती जानाति एव, जानाति एव. वदतु वेदा भगिनी. वेदा भगिनी एकवारं वदतु. अहं न जानामि भगिनी, सोरि. भवती अत्र चतुः कर्ण वदतु. अरुणा भगिनी वदतु. चक्षुः कर्ण नासिका नाण रसन चर्म. अत्र भूमभगिनी वदन्ति आसीत्. भूमभगिनी भवती एव वदतु अत्र कति ज्ञानेन्द्रियाणि सन्ति, ज्ञानेन्द्रियाणि कानि? दर्शनं श्रवणं अत्र कथं वक्तव्यम् इत्युक्ते तत्र श्रवणं दर्शनम् इति क्रियापदानि, किन्तु अत्र कथं वक्तव्यम् इत्युक्ते त्वक् चक्षु जिह्वा नासिका श्रोत्रम् एतानि पञ्चेन्द्रियाणि. इत्युक्ते त्वक् इति एकम् इन्द्रियं, चक्षुः अन्यत् इन्द्रियं, जिह्वा नासिका श्रोत्रम् एतानि पञ्चेन्द्रियाणि ज्ञानेन्द्रियाणि, किन्तु कर्मेन्द्रियाणि अपि सन्ति. कर्मेन्द्रियाणि कानि इत्युक्ते वाक् पाणि पाद पायु उपस्था. वाक् पाणि पायु पाद उपस्था इति पञ्चकर्मेन्द्रियाणि सन्ति. अपि च एतानि बहिरिन्द्रियाणि, किन्तु अन्तरेन्द्रियाणि अपि सन्ति. चत्वारि अन्तरिन्द्रियाणि सन्ति. चत्वारि अन्तरिन्द्रियाणि इत्युक्ते मनः, बुद्धिः, अहङ्कारः, मनोबुद्ध्यहङ्कारचित्तानि. शोभा भगिनी वदतु. तदेव भगिनि, मनोबुद्ध्यहङ्कारचित्तानि नाहं, न च घ्राणनेत्रे प्राणम्. तदेव जानामि. उत्तमम्. अत्र एतावता पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, चत्वारि अन्तरिन्द्रियाणि सन्ति. मनः, बुद्धिः, अहङ्कारः, चित्तं. पश्यन्तु अत्र यद्यपि चत्वारि पदानि सन्ति, तेषां लिङ्गं भिन्नं. कथम् इत्युक्ते तत्र मनः इति नपुंसकलिङ्गपदं, बुद्धिः स्त्रीलिङ्गपदम्, अहङ्कारः पुंलिङ्गपदम्, अपि च चित्तं, चित्तमिति नपुंसकलिङ्गपदं. तादृशभेदः अस्ति. एतानि इन्द्रियाणि, इन्द्रियाणि भिन्नानि, इन्द्रियार्थाः भिन्नाः. इन्द्रियार्थाः इत्युक्ते शब्दस्पर्शरूपरसगन्धादयः इन्द्रियार्थाः इत्युक्ते इन्द्रियाणि भिन्नानि, इन्द्रियार्थाः भिन्नाः. साधारणतया पश्यन्तु, इन्द्रियार्थाः इत्युक्ते शब्दस्पर्शरूपरसगन्धादयः इन्द्रियार्थाः. इन्द्रियार्थः इति तत्र समस्तपदं भवति. वेदा भगिनी भवती करोतु. आं भगिनि, भगिनि एकप्रश्नमस्ति. सारथिः स्त्रीलिङ्ग, कथं जानामि स्त्रीलिङ्ग वा पुल्लिङ्ग वा, कथं जानामि? सारथी मति एव अहं चिन्तयामि, मति एव अस्ति स्त्रीलिङ्गम् इति अहं चिन्तयामि. परन्तु सारथी पुल्लिङ्ग अस्ति, सो कथं विभागं लैक् किं जानामि? अत्र साधारणतया अन्ते इकारः अपि च तकारः, अल्पप्राणतकारः अस्ति चेत् साधारणतया स्त्रीलिङ्गपदं भवति. क्तिन् क्तिन् प्रत्ययान्तरूपं भवति इति कृत्वा प्रकृतिप्रत्ययविभागः कर्तव्यः. इत्युक्ते प्रकृतिप्रत्ययविभागेन एव प्रत्येकं पदं कथं निर्मितम् इति ज्ञातुं शक्नुमः. शब्दकोशः द्रष्टव्यः इति एकः विषयः. अभ्यासेन वयं जानीमः. थ्रू प्राक्टिस् ओन्ली. ओके, पञ्चम रूपमस्ति अयने. अयने द्वितीया विभक्ति, अयनम् अयने, तत्कारणेन द्वे द्वे अयने. अत्र द्वितीया, अत्र पश्यतु, द्वितीया विभक्तिः अस्ति वा? द्विवचनं, न न न, द्विवचनं, सोरि, द्विवचनं. द्विवचनं. अत्र एकवचनरूपं किम्? अयनम्, अयनम् अयनानि. उत्तमम्. अत्र अयनम् इति ल्युट् प्रत्ययान्तरूपम्. अयनं साधारणतया किं वदामः? अयनम् इत्युक्ते गमनम्. गमनम् इति अर्थः अस्ति अयनम् इति शब्दस्य. साधारणतया उत्तरायणं, दक्षिणायनम् इति पदानि वयं जानीमः एव. रामायणं, रामस्य अयनम्. उत्तरायणम् इत्यस्मिन् पदे तत्र रेफकारणात् णत्वं भवति, किन्तु दक्षिणायनम् इत्यस्मिन् पदे तत्र बाधकवर्णाः सन्ति इति कृत्वा णत्वं न भवति, दक्षिणायनं भवति, किन्तु उत्तरायणं तथा एव रामायणम् इति पदमस्ति. तत्र अयनम् इति पदमपि कुरुदन्तपदं. तत्र गतौ इत्यस्मिन् अर्थे अयं धातुः अस्ति, ल्युडन्तरूपम्. अग्रिमं करोतु. अग्रिमम् अस्ति आश्रमाः, बहुवचनरूपम्. आश्रमः, आश्रमम् आश्रमः आश्रमः ओके रामशब्दवत् आश्रमः आश्रमौ आश्राम आश्रमाः बहुवचनरूपं चत्वारः वा चत्वारः आश्रमाः उत्तमं चत्वारः आश्रमाः अत्र आश्रमः इति पुंलिङ्गपदमस्ति आङ् उपसर्गपूर्वकः श्रम् धातुतः घञ् प्रत्ययस्य योजनेन आश्रमः इति पुंलिङ्गपदमस्ति घञ् अन्तरूपाणि सर्वदा पुंलिङ्गपदानि भवन्ति यत्र श्रमपरिहारणं करोति वा तत्र श्रम् धातोः रूपमेव श्रमः अनन्तरमत्र भवती उक्तवती चत्वारः आश्रमाः सन्ति चत्वारः आश्रमाः के वदतु गृहस्थाश्रम बाल्य युवाश्रम गृहस्थ बिफोर् दट् न जानामि न स्मरामि बाल्ये यौवनं वृद्धाश्रमं वानप्रस्थं रे अहं वदामि अत्र चत्वारः आश्रमाः सन्ति ब्रह्मचर्यं गार्हस्थ्यं गार्हस्थ्यं गृहस्थाश्रमः गृहस्थाश्रमः वानप्रस्थं सन्न्यासः ब्रह्मचर्यं गार्हस्थ्यं वानप्रस्थं सन्न्यासः इति चत्वारः आश्रमाः सन्ति उत्तमं भगिनी अधुना अरुण भगिनी भवती वदतु अग्रिमे पुटे किं लिखितमस्ति कर्मसिद्धान्तकारणानि इति पञ्चकर्मसिद्धान्तकारणानि भगिनि एकवारम् अत्र अत्र एकं समस्तपदं दत्तमस्ति समीचीनतया दृष्ट्वा अत्र किं पदं दत्तमस्ति पठतु अत्र समीचीनतया पुनः वदतु कर्मसिद्धकारणानि कर्मसिद्धिकारणानि नपुंसक कर्मसिद्धकारणम् इति कारणम् अकारान्त नपुंसकलिङ्ग प्रथमविभक्ति बहुवचनं कर्मसिद्धिकारणानि इति अत्र पञ्च सङ्ख्या त्रिषु लिङ्गेषु समानमेव ततः पञ्चकर्मसिद्धिकारणानि इति उपमितमन्यम् उत्तमम् अत्र कर्मसिद्धिकारणम् इति प्रथमाविभक्त्यन्तं रूपं किन्तु अत्र समस्तपदं कर्मसिद्धेः कर्मसिद्ध्यर्थं कर्मसिद्धये कारणानि सन्ति कर्मसिद्ध्यर्थं कारणानि सन्ति इति अस्माभिः गते सप्ताहे एव पठितमासीत् तत्र पञ्चैतानि महाबाहो इति अस्माकं शीर्षकं दत्तमस्ति तानि पञ्च कारणानि कानि पञ्च एतानि कारणानि सन्ति कर्मसिद्धये इति भगवान् उक्तवान् तानि पञ्चकारणानि कानि इति गते सप्ताहे अस्माभिः चर्चितमासीत् यदि भवती स्मरति चेत् वदतु पञ्चकारणानि कानि कर्मसिद्धिकारणानि दैवम् एकम् अहं स्मरामि उत्तमं तदेव इत्युक्ते अत्र पञ्चकारणानि अधिष्ठानं कर्ता करणं व्यापाराः दैवम् अधिष्ठानं तथा कर्ता करणञ्च पृथक्विधम् इति श्लोकः अस्ति तस्मिन् श्लोके कर्मसिद्धये पञ्चकारणानि उक्तानि तानि पञ्चकारणानि ज्ञातव्यानि कृपया एकवारं पुनः वदतु भगिनि अधिष्ठानं कर्मं करणम् अधिष्ठानम् इत्युक्ते शरीरं कर्ता इत्युक्ते डूवर् करणम् इत्युक्ते एकादश इन्द्रियाणि इत्युक्ते पञ्चज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अपि च अन्तरेन्द्रियं मनः करणानि अपि च चतुर्थं कारणं व्यापारः पञ्चमं कारणमस्ति दैवम् एतेषां पञ्चानां कारणेन एव कर्मसिद्धिः भवति धन्यवादः भगिनि उत्तमम् अनन्तरम् अत्र अग्रिमं वाक्यम् अरुणभगिनी वदतु अग्रिमं वाक्यं योधाः योधाः योधाः योधा शब्दमस्ति भगिनि तदेव बहुवच तदेव विभक्ति बहुवचनरूपं वा एकवचनं किं योधा अकारान्तशब्दः योधः योधः रामशब्दवत् रूपम् अस्ति अत्र अकारान्तपदमस्ति चेत् योधः भवति किन्तु रोकारान्तपदमस्ति चेत् योद्धा इति भवति योद्धा इति पदं योधृ इति प्रातिपदिकात् आगतं योधृ इति तृच् प्रत्ययान्तरूपं तस्य प्रथमाविभक्तिरूपं योद्धा भवति किन्तु अत्र पदमस्ति अकारान्त पुंलिङ्गपदं प्रातिपदिकं योध किन्तु प्रथमाविभक्तिः योधः इति भवति योधः इति कथं साधितम् इत्युक्ते तत्र युद्ध धातोः रूपमेव आवरणे एका संख्या अस्ति वदतु वाक्यं पूरयतु अशीतिः योधाः सन्ति योधाः सन्ति साधारणतया वाक्ये एकं तिङन्तपदं भवेत् इति एकः नियमः अस्ति एकतिङ्वाक्यम् इति एकः नियमः अस्ति इति कृत्वा अशीतिः योधाः सन्ति इति वाक्यं भवति अग्रिमं करोतु संशयः अशीति संख्या स्त्रीलिङ्गे अस्ति किल अत्र संख्या विशेषण अपि किल सो योधाः पुल्लिङ्गे अस्ति चेत् अशीतिः केन् यू अशीति योधाः तथा एव वक्तव्यं यथा स्त्रीलिङ्गः भवति किल लिङ्गेषु तादृशं रूपमेव भवति कथम् इत्युक्ते शतम् इति पदं नपुंसकलिङ्गपदं शतं जनाः शतं महिलाः शतं ग्रन्थाः इत्युक्ते जनः इति पुंलिङ्गपदमस्ति चेदपि तत्र शतम् इति नपुंसकलिङ्गे एव भवति तथा एव अत्रापि अशीतिः इति यद्यपि स्त्रीलिङ्गपदमस्ति इकारान्त स्त्रीलिङ्गपदं तथापि नित्येकवचनमपि अस्तु भगिनि धन्यवादः अधुना वदतु भगिनि बसवः अष्टवशवः सन्ति उत्तमं प्रथमान्तं रूपं वदतु तदेव अहं चिन्तयामि वसु इति वसु इति वसुः वसुः वसुः लिङ्गं किं पुंलिङ्गशब्दः वसुः वशु वशवः वसवः उत्तमं वसुः गुरुशब्दवत् अर्थं किं भगिनि वसुः अत्र मया किं श्रुतम् इत्युक्ते अष्टवसवः सन्ति अष्टवसवः इत्युक्ते अहं दृष्टवती अतः वदामि धरः ध्रुवः सोमः सावित्रः अनिलः अनलः प्रत्यूषः प्रभासः नाम्ना अष्टवसवः सन्ति तेषु अन्तिमः प्रभासः प्रभासः एव अग्रिमजन्मनि भीष्मः वदतु भूमा भगिनी वदतु भीष्मः शापग्रस्तः भीष्म लोके अवतरति उत्तमम् इत्युक्ते तत्र अष्टवसवः सन्ति अग्रिमजन्मनि प्रभासः एव भीष्म इव जन्म प्राप्नोति किन्तु अष्टवसवः के इति एव दृष्टवती अहं किन्तु वसुः इत्युक्ते किम् इति अहं सम्यक् न जानामि किरण भगिनी, अहं दृष्टवती त्रिषु लिङ्गेषु वसु शब्दस्य उपयोगं भवति, तदैव मम भ्रमा जात। स्त्रीलिङ्गे दीप्ति भवति, नपुंसकलिङ्गे मधुरं भवति, पुल्लिङ्गे वकवृक्ष अथवा किरण भवति। अत्र तु पुंलिङ्गपदमेव स्वीकर्तव्यं, वसुः इति पुंलिङ्गपदमेव स्वीकर्तव्यं। किन्तु अरुणभगिन्याः प्रश्नः अस्ति, वसुः नाम किम्, तस्य अर्थः कः, वसुः इत्युक्ते कः इति अरुणभगिन्याः प्रश्नः। कोऽपि जानाति चेत् वदतु, नो चेत् अग्रे सरेम। धन्यवादः भगिनी। अनन्तरं गीता शुभदा भगिनी, भवती पठतु अग्रे किं दत्तमस्ति। आं भगिनि, अश्वाः 42 इति द्विचत्वारिंशत् इति 42 अश्वाः, द्विचत्वारिंशत् अश्वाः। अत्र द्विचत्वारिंशत् इति उक्तवती साधु एव, भवती करपत्रं दृष्टवती वा? तत्र विकल्पेन अन्यत् रूपमपि अस्ति, मया करपत्रचतुष्टयं प्रेषितमासीत्, गते सप्ताहे करपत्रं प्रेषितवती, स्नाप्शाट् कृत्वा प्रेषितवती। तत्र द्विचत्वारिंशत् इति एकं रूपम् अस्ति, द्वाचत्वारिंशत् अपि विकल्पेन अस्ति, साधु एव। अत्र कुत्रचित् विकल्पेन रूपं दृश्यते, कुत्रचित् नित्यरूपेण भवति। नित्यरूपेण कुत्र भवति? द्विचत्वारिंशत् इत्युक्ते तत्र द्वादश, द्वाविंशतिः, द्वात्रिंशत्, तत्र आत्वं नित्यरूपेण भवति, किन्तु अन्येषु स्थलेषु आत्वं विकल्पेन भवति। इत्युक्ते साधारणं रूपं द्विचत्वारिंशत् एव वयं जानीमः, किन्तु विकल्पेन अन्यत् रूपम् अपि अस्ति, द्वाचत्वारिंशत् अपि अस्ति। तत्र एकं वार्तिकमपि अस्ति, इत्युक्ते शतं पर्यन्तं त्रिषु स्थलेषु आत्वं भवति नित्यरूपेण, अन्येषु स्थलेषु आत्वं विकल्पेन भवति इति वार्तिकं वदति। अग्रिमं वदतु। अग्रिमम् अश्वः इति पुंलिङ्गपदं सर्वे जानन्ति एव, वदतु। सिक्स् ऋतवः, षट् इति षट् अथवा षड् ऋतवः, ऋतवः इति ऋतुशब्दस्य गुरुवत् प्रथमाविभक्ति बहुवचनं, षट् इति बहुवचनम् एव, नित्यं बहुवचनं, लिङ्गभेदः नास्ति, अतः षट् एव भवति, षट् ऋतवः। षट् इति पदस्य प्रातिपदिकं किम्? षट् इति पदस्य प्रातिपदिकं षष्। उत्तमं, मूर्धन्यषकारः। उत्तमं, षष् षड् भवति, तदनन्तरं षट् भवति। भवती वदतु अत्र षड् ऋतवः के? वसन्त, ग्रीष्म, वसन्त, ग्रीष्म, वर्षा, शरद, हेमन्त, शिशिर। अत्र वसन्तः, ग्रीष्मः, वर्षा, शरत्, हेमन्तः, शिशिरः इत्युक्ते तत्र केचन शब्दाः अकारान्तशब्दाः, अकारान्त पुंलिङ्गशब्दाः, वसन्तः, ग्रीष्मः, हेमन्तः, शिशिरः, किन्तु शरत् इति हलन्तपदमस्ति, वर्षा इति आकारान्तपदं, स्त्रीलिङ्गपदं, वर्षा, वर्षा इति स्त्रीलिङ्गपदम् अस्ति। अग्रिमं करोतु। इषवः 54 इति चतुष्पञ्चाशत्, चतुष्पञ्चाशत् इषवः, इषवः इति इषु शब्दस्य गुरुवत् प्रथमाविभक्ति बहुवचनं भवति, तदेव भगिनि। इषुः इत्युक्ते, इषुः इत्युक्ते न जानामि भगिनि. कोऽपि वदतु, इशुः इत्युक्ते अत्र पश्यन्तु, धनुः इति भिन्नं पदं, धनुः अथवा चापः इशुः इत्युक्ते बाणः अथवा शरः, एरो इति अर्थः अस्ति. इषुभिः प्रतियोत्स्यामि इति एकं वाक्यं गीतायाम् अस्ति. अत्र बौ इति भिन्नः, एरो भिन्नः. इषुः इत्युक्ते तत्र इषुः इत्यस्मिन् प्रसङ्गे अन्यानि पदानि सन्ति वा इति अहं दृष्टवती. तत्र बाणः इति एकं पदं, शरः, शल्यमपि अन्यत् पदमस्ति. उत्तमम्. अग्रिमं करोतु. अग्रिमम् अष्टादश अध्यायः इति अकारान्त पुल्लिङ्गशब्दः, तस्य प्रथमाविभक्ति बहुवचनम् अध्यायाः अष्टादश अध्यायाः. उत्तमम्. अत्र पूर्वस्मिन् प्रसङ्गे, अत्र इषुः इत्यस्मिन् प्रसङ्गे बाणः इति उक्तमासीत्. तत्र एकं पदम् अहं पठितवती, अतः वदामि. वाग्बाणः इति एकं पदमस्ति, इत्युक्ते वाक् एव बाणः, वाक् एव बाणः, अथवा वाक् बाणः इव तादृशरीत्या विग्रहवाक्यं वक्तव्यं भवति. तत्र वाग्बाणः इति समस्तपदमस्ति. अत्र अध्यायः इति पुंलिङ्गपदमस्ति. भवती जानाति वा अत्र अध्यायः इति कीदृशं पदम्? अध्यायः इति ल्युडन्तपदं वा? अत्र अत्र गीताञ्जलि भगिनी, भवती किञ्चित् वदति वा अत्र अध्यायः इति पदं पदस्य प्रसङ्गे? अध्याय तु पुंलिङ्गपदमस्ति भगिनि, अकारान्त. अध्यायः, अध्यायौ, अध्यायाः. अधि इति एकम् उपसर्ग अस्ति. अधियोगः. उत्तमं, विस्मरामि भगिनि. तदनन्तरं किं अत्र किञ्चित् वदामि. अत्र एक अधि इति उपसर्गः अस्ति. तत्र एकः धातुः अस्ति, ई इति धातुः अस्ति. इत्युक्ते प्रथमतया इकारः अस्ति, तदनन्तरं कवर्गीय अन्तिमव्यञ्जनं ञकारः. इङ् इति एकः धातुः अस्ति. इन् अध्ययने इत्यस्मिन् अर्थे एकः धातुः अस्ति. सः धातुः सर्वदा अधि उपसर्गपूर्वकः भवति इति विषयः. सः धातुः सर्वदा अधि उपसर्गपूर्वकः. लट्लकाररूपम् अस्ति अधीते. सः ग्रन्थम् अधीते, अधीते, अधीयाते, अधीयते इत्यादीनि लट्लकाररूपाणि वयं जानीमः एव. सः ग्रन्थम् अधीते इति वाक्यमस्ति चेत् अत्र तु अधि उपसर्गपूर्वकः इङ् धातुतः घञ् प्रत्ययस्य योजनेन अध्यायः इति पदं सिद्ध्यति. इत्युक्ते अत्रापि अधि उपसर्गः अस्ति, स एव धातुः अस्ति, किन्तु घञन्तरूपम् अस्ति. अध्यायः ल्युडन्तरूपम् अस्ति. अध्ययनम् अपि ल्युडन्तपदमेव. इतोपि किं दत्तमस्ति? अष्टादश अध्यायाः. अष्टादश अध्यायाः कुत्र सन्ति? अष्टादश अध्यायाः गीतायां सन्ति. अपि च अष्टादशसङ्ख्यायाः प्रसङ्गे अन्ये विषयाः. अष्टादशपुराणानि सन्ति. उत्तमम्. अष्टादशपुराणानि. अष्टादश इति कथनेन, अष्टादश इति पदमपि समस्तपदं भवति चेत् विग्रहवाक्यं कथं भवति? अष्टाधिकादश. अष्ट अधिका दश. तत्र अधिका इति पदं मध्ये विग्रहवाक्ये आयाति इति कृत्वा साधारणतया तत्र मध्यमपदलोपि कर्मधारयसमासः भवति. अष्टाधिका दश मध्यमपदलोपि. तत् अत्रापि प्रातिपदिकम् अष्टादशन् इति प्रातिपदिकमस्ति. एतावता अष्टादश अध्यायाः सन्ति नित्यबहुवचनान्तशब्दः. अपि च अत्र इङ्गतौ इति अहम् उक्तवती, सः धातुः आत्मनेपदी धातुः. किमर्थमित्युक्ते तत्र अन्ते धातोः अन्ते ञकारः श्रूयते इति कृत्वा अधीते इति लट्लकाररूपम् अस्ति. तत्र अनुदात्तनित आत्मनेपदम् इति सूत्रेण सः धातुः आत्मनेपदी धातुः भवति इति तत्र विषयः. एतत् सर्वम् अध्यायः इत्यस्मिन् प्रसङ्गे एव. उत्तमम्, अग्रिमं पठतु. 76 गजाः, षट् सप्ततिः गजाः. गज इति रामः वत् प्रथमाविभक्ति बहुवचनं. सो षट् सप्ततिः गजाः सन्ति इति वाक्यं भवति. उत्तमं. भवन्तः सर्वे श्रुतवन्तः वा अत्र षट्पदः भ्रमरः किल? भ्रमरः भ्रमरः पदः इत्युक्ते भ्रमरः. कथं विग्रहवाक्यं भवति? षट् पदानि यस्य सः. षट् पदः तत्र यस्य सः अस्ति इति कृत्वा तत्र बहुव्रीहिसमासः भवति. तथा एव षट्पदी इति एकं स्तोत्रमस्ति. षट्पदी इत्युक्ते षट् श्लोकात्मकं पद्यम् इति षट्पदी इति भवति. आहत्य भगिनी, भवती श्रुतवती वा अत्र अगजाननपद्मार्कम् इति श्लोकं ज्ञातवती वा? अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपासमहे. अत्र अगजानन इति एकं पदमस्ति, गजानन इति पदमस्ति. एकवारं चिन्तयामः. तत्र गजानन इति कथनेन गजस्य आननम् इव आननं यस्य सः गजाननः. गजाननः इति पदं बहुव्रीहिसमासयुक्तं पदं. पुनः वदामि, गजस्य आननम् इव आननं यस्य सः गजाननः इति भवति. तस्मिन् श्लोके अगजाननपद्मार्कं समस्तपदमस्ति. अत्र अगजा, कोऽपि वदति वा अगजा इत्युक्ते का? पार्वती. कथं भवति पार्वती? अग इस् हिमालयपर्वतः. भगिनि, अत्र अगः इत्युक्ते पर्वतः. अत्र अगः इत्युक्ते न गच्छति. न गच्छति इति अगः. स्टाण्ड्स् इन् वन् प्लेस्. उत्तमम्. अनन्तरम् अत्र अगजा इत्युक्ते तत्र उपपदसमासः अस्ति. अगजा इत्युक्ते अगात् जायते. अगात् जायते तत्र यत्र कुत्रापि अगजा इति कथनेन तत्र जन् धातोः रूपं उपपदसमासः भूत्वा यथा फलदः जलदः इव अत्र अगजा इत्युक्ते अगात् जायते. अगजा, अगजा इत्युक्ते गिरिराजसुता. अगजा इत्युक्ते गिरिराजसुता अथवा पर्वतराजपुत्री इति अर्थः. अगजाननपद्मार्क गिरिजा इव. गिरिजा इव. उत्तमं. गिरिजा इव. अगजाननपद्मार्कं गजाननम् अहर्निशं. तत्र बहूनि पदानि द्वितीयाविभक्त्यन्तपदानि सन्ति. अहर्निशं तत्र विग्रहवाक्यं वदामश्चेत् अहर्निशम् उपास्महे. कम् उपास्महे वदतु? गजाननम् उपास्महे. अपि च अहर्निशम् अगजाननपद्मार्कम् अपि. उत्तमम्. अगजाननपद्मार्कम् उपास्महे, गजाननम् उपास्महे, कथम् उपास्महे, अहर्निशम् उपास्महे. इति भवति. तत्र उपास्महे इति पदम् अस्ति, तस्मिन् प्रसङ्गे कोऽपि वदति वा? आत्मनेपदी उत्तमपुरुष बहुवचन. उत्तमम् उत्तमं भगिनि. अत्र उप उपसर्गपूर्वकः आस् धातोः रूपम्, अदादिगणे एकः धातुः अस्ति आस्ते आसाते आसते इति रूपम् अस्ति. तत्र उपवेशने इत्यस्मिन् अर्थे आस्ते आसाते आसते अदादिगणीयधातुः अस्ति. उप उपसर्गपूर्वकः आस् धातुतः निर्मितं पदम् उत्तमपुरुष बहुवचनरूपम्. उत्तमपुरुषरूपाणि कथं भवन्ति? उपासे, उपास्वहे, उपास्महे. उत्तमम्. तथा एव अत्र उपास्महे इति क्रियापदमस्ति तस्मिन् श्लोके. तत्र भगिनि अगजाननपद्मार्कं किमर्थम् इत्युक्ते अगजा इस् पार्वती, हर् आनन्ना, हर् फेस् इस् लैक् अ पद्मा लोटस्. So Agajanana and lotus bud like, and Gajanana is like one arka, Surya. So the moment she looked at Gajanana, sun, putra, her lotus face blooms. That's why Agajanana Padmasam he is called. Uttama, uttama, tadeva. तत्र अगजायोगः आननयोगः पद्मार्क इति पदमस्ति तत्र. एतावता समस्तपदम् अगजाननपद्मार्कं, गजाननम्, अहर्निशम्, उपास्महे. तस्मात् धातुतः एव आसनम् इति पदं निष्पन्नं भवति. तत्र उपास्महे इति पदमस्ति तस्मिन् श्लोके. उत्तमम्. अनन्तरं प्रिया भगिनी भवती वदतु अग्रे किं दत्तमस्ति. आं भगिनि वदतु. अष्टादश वा सेने नेत्राणि? अस्तु अस्तु. ओ ओके. नेत्राणि, त्रीणि नेत्राणि. नेत्राणि इति नपुंसकलिङ्गं, नेत्रशब्दः प्रातिपदिकं, नेत्रं, नेत्रे, नेत्राणि, त्रीणि नेत्राणि. त्रीणि नेत्राणि. अत्र तृतीयं नेत्रं किम्? तृतीयं नेत्रं शिवस्य एव, ईश्वरस्य एव. ज्ञानचक्षुः. अस्तु अस्तु अस्तु. सर्वेषां कृते केवलं नेत्रद्वयमेव अस्ति, किन्तु ज्ञाननेत्रम् अस्ति चेत् त्रीणि नेत्राणि. त्रीणि नेत्राणि, त्रीणि नेत्राणि ईश्वरस्य इति एव अहं शृणु श्रुतवती. कारणेन ईश्वरः इति वदति सर्वे जनाः. सर्वे जनेषु नेत्रज्ञानम् थर्ड् ऐ अस्ति, ज्ञानेन, ज्ञाननेव. उत्तमम्. इत्युक्ते अत्र ज्ञाननेत्रम् अस्ति चेत् त्रिनेत्रः इति कथयितुं शक्यते. तत्र साधारणतया त्रिनेत्रः, त्रिनेत्रः इत्युक्ते शिवः. तत्र विग्रहवाक्यं त्रिनेत्रः इत्यस्य विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते त्रीणि नेत्राणि यस्य सः, सः त्रिनेत्रः, त्रिनेत्रः शिवः. तृतीयं नेत्रमस्ति ज्ञाननेत्रम्. अग्रिमं करोतु. अग्रिमं नायकाः, नायकः इति पुल्लिङ्गपदं, नायकशब्दः प्रातिपदिकं, नायकः, नायकौ, नायकाः, त्रयः नायकाः. उत्तमम्. अत्र नायकशब्दस्य प्रसङ्गे किञ्चित् वदामि. अत्र नी धातुतः णुवल् प्रत्ययस्य योजनेन नायकः इति रूपं सिद्ध्यति. तत्र णुवल् प्रत्ययान्तरूपं, तत्र णुवल् तृचौ इति एकं सूत्रमस्ति, अपि च युवोरनाकौ इति एकं सूत्रमस्ति. तेन सूत्रेण ल्युट् प्रत्ययः अस्ति चेत् यु स्थाने अना आदेशः भवति, अपि च णुवल् प्रत्ययः अस्ति चेत् वु स्थाने अक आदेशः भवति. इत्युक्ते तत्र युवोरनाकौ इति सूत्रेण ल्युडन्तरूपं णुवल् प्रत्ययान्तरूपं सिद्ध्यति. विषयः अग्रिमं वाक्यं पठतु. जन्मनक्षत्राणि जन्मनक्षत्राणि तदपि नपुंसकलिङ्गं जन्मनक्षत्र इति प्रातिपदिकं जन्मनक्षत्रं जन्मनक्षत्रे जन्मनक्षत्राणि सप्तविंशतिः सप्तविंशतिः जन्मनक्षत्राणि. अत्र पूर्वस्मिन् वाक्ये इतोपि नायकः इति पुंलिङ्गपदं किन्तु नायिका नायिका इति स्त्रीलिङ्गपदं सिद्ध्यति. तत्रापि नायिका इत्यस्मिन् पदे अपि णुवुल् प्रत्ययः एव अस्ति. अत्र नक्षत्राणि तत्र णत्वं किमर्थं नक्षत्राणि वा अत्र इक् प्लस् श रेफः अपि भवति इत् प्लस् रेफः अस्ति अत्र रेफः तदनन्तरं स्वरः भवति तत्कारणेन न णत्वं भवति अत्र निमित्तं तु रेफः इति अहं चिन्तयामि. उत्तमं यद्यपि निमित्तद्वयम् अस्ति तथापि तत्र रेफः एव णत्वस्य कृते निमित्तं भवति. जन्म इति पदमस्ति तस्य रूपाणि वदतु. जनी धातु भगिनि जनी धातुः किन्तु जायते अत्र जन्म इति पदं तस्य प्रातिपदिकं किम् न जानामि भगिनि जन्म वेदा भगिनी वदतु नकारान्त जन्मनि जन्म जन्मनि जन्मानि जन्म जन्मनि जन्मानि. उत्तमं तत्र जन्म इति जन्म इति पदं नकारान्तपदं नपुंसकलिङ्गपदं तदर्थमेव रूपाणि जन्म जन्मनि जन्मानि जन्म जन्मनि जन्मानि इति भवन्ति रूपाणि. जन्मनक्षत्रम् इति दत्तमस्ति तथा एव जन्मनक्षत्रम् इति समस्तपदमस्ति. तत्र विग्रहवाक्यं कथं भवति जन्मनः नक्षत्रम् इति विग्रहवाक्यं तथा एव जन्मतिथिः जन्मदिनं जन्मराशिः जन्मदिनम् इत्यादीनि पदानि सन्ति. तत्र जन्म इति पदम् अत्र दत्तमस्ति किन्तु जन्मी जन्मी इति पदमस्ति चेत् यथा गुणी शब्दवत् यस्य गुणाः सन्ति सः गुणी तथा एव यस्य जन्म अस्ति सः जन्मी इति भवति. जन्मी इति भवति तथा एव जन्मदः इति पदमस्ति चेत् यः जन्म ददाति सः जन्मदः. जन्मदः इत्युक्ते पिता जन्म ददाति जन्मदः सः पिता इति अर्थः अस्ति. उत्तमम् अधुना अत्र उत्तमं भगिनी गीताञ्जलि भगिनी भवती पठतु अग्रे पठतु. आं भगिनी प्रयत्नं करोमि. सेने सेने तु स्त्रीलिङ्गपदम् आकारान्त दीर्घ आकारान्तपदं सेना सेने सेनाः द्वे द्वे सेने अत्र द्वे एव द्वे सेने अग्रिमं दन्ताः दन्ताः तु पुंलिङ्गपदम् अकारान्त पुंलिङ्गपदम् अस्ति अत्र तु बहुवचनरूपं द्वात्रिंशत् दन्ताः मुखे द्वात्रिंशत् दन्ताः साधु एव. उत्तमं मुखे द्वात्रिंशत् दन्ताः सन्ति. उत्तमम् अत्र यथा मया पूर्वमेव उक्तमासीत् अत्र द्वात्रिंशत् तस्मिन् स्थले नित्यरूपेण आत्वं भवति किन्तु द्वाचत्वारिंशत् द्विचत्वारिंशत् द्वापञ्चाशत् द्विपञ्चाशत् द्वाषष्टिः द्विषष्टिः, द्वासप्ततिः द्विसप्ततिः, द्वानवतिः द्विनवतिः, इत्युक्ते तत्र शतं पर्यन्तम् एतादृशी स्थितिः अस्ति. इत्युक्ते तत्र एकं वार्तिकमस्ति, प्राक् शतात् वक्तव्यम्, इत्युक्ते शतात् पूर्वम् ईदृशरीत्या वक्तव्यं. कुत्रचित् आत्वं भवति त्रिषु स्थलेषु, अन्येषु स्थलेषु तत्र विकल्पेन रूपद्वयं सिध्यति इति स्मर्तव्यम्. अत्र तु द्वात्रिंशत्, अत्र नित्यरूपेण आत्वं भवति इति कृत्वा द्वात्रिंशत् दन्ताः इति भवति. अग्रे वदतु. अग्रे स्यन्दनानि, स्यन्दनं नपुंसकलिङ्गं पदं, स्यन्दनं स्यन्दने स्यन्दनानि. स्यन्दनम् इत्युक्ते रथः. अत्र तु षण्णवतिः स्यन्दनानि. अत्र षण्णवतिः तत्र कीदृशं कार्यं भवति एकवारं वदतु. सन्धिकार्यम् अत्र आयाति. षट् टकार अस्ति, षट् नवति, किन्तु षकार अस्ति चेत् अपि षकार अस्ति चेत् न न टकार परं न अस्ति अपि षकार निमित्तं नवति नकार नत्वं भवति. नत्वं नत्वं भूत्वा टकारष्टुनाष्टुः कारणेन अत्र अत्र मम चिन्तनमस्ति, प्रथमतया प्रथमतया तत्र षष् षड् भवति, षड् जस्त्वं भूत्वा षड् भवति. तदनन्तरम् अनुनासिकसन्धिः भवति चेत् टवर्गीय अन्तिमव्यञ्जनं टठ ढ ण तस्मिन्नेव वर्गे अन्तिमव्यञ्जनं णकारादेशः भवति. मम चिन्तनमस्ति जस्त्वं भूत्वा अनुनासिकवर्णादेशः भवति तत्र इति. अपि च अत्र स्यन्दनम् इत्युक्ते रथः इति पदमस्ति. यत् यदा कदापि रथः इति पदं पश्यामश्चेत् मम मनसि एकं पदम् आयाति, मनोरथः इति पदं. मनोरथः इत्युक्ते इच्छा इति अर्थः. मनोरथः इत्युक्ते मनः एव रथः अथवा मनसः रथः इति विग्रहवाक्यं भवति. मनः एव रथः इति वदामश्चेत् तत्र मनोरथः इति पदं सिद्ध्यति. मनोरथः इत्युक्ते डिज़ायर्, इच्छा इति अर्थः अस्ति. अग्रिमं करोतु. आदित्याः, आदित्याः अपि पुंलिङ्ग अकारान्तपदमस्ति. आदित्य आदित्यौ आदित्याः द्वादश आदित्याः. उत्तमं. भवती जानाति वा द्वादश आदित्याः के? न भगिनी, सूर्य एकं तु सूर्य आदित्य इति न जानामि भगिनि, क्षम्यताम्. चिन्ता मास्तु, अहमपि दृष्टवती अतः वदामि. अत्र द्वादश आदित्याः इति लिखितमस्ति. तेषां नामानि सन्ति, इत्युक्ते तत्र त्वष्टा, पूषा, विवस्वान्, मित्रः, धाता, भगः, वरुणः, सविता, अंशुमान्, अर्यमा इत्यादीनि नामानि सन्ति. इत्युक्ते द्वादश आदित्याः, द्वादशादित्यानां कृते नामानि सन्ति. अन्तिमं नाम अस्ति अर्यमा. अर्यमा इति पदम्, अर्यमा इति पदं नकारान्तपदम्, अर्यमन् इति प्रातिपदिकमस्ति. द्वादश आदित्याः सन्ति. आदित्यहृदयस्तोत्रे द्वादश नामानि अपि आगच्छन्ति किल? रामायणे अन्ते युद्धकाण्डे भवति. उत्तमं, तदेव. अत्र सूर्यनमस्काराणां प्रसङ्गे वयं मन्त्राः वदन्ति वदामः. In that all these names, Bhaskarah, मित्राय मित्राय नमः, आदित्याय नमः, भास्कराय नमः, रवये रवये नमः. किन्तु अत्र द्वादश आदित्याः इति तत्र भेदः अस्ति, तदेव अहं वक्तुमिच्छामि. द्वादशादित्याः के इति किञ्चित् गूगल् कुर्वन्तु, भवन्तः ज्ञातुं शक्नुवन्ति. अन्तिमं द्वादश मासानि सन्ति किल, मासस्य देवताः देवतः एकम् एकं द्वादश इत्युक्ते अत्र द्वादशादित्यानां नामानि किञ्चित् भिन्नानि सन्ति. उत्तमं. साधारणतया द्वादशलोचनः इति वदामि चेत् कः? कुमारः, उत्तमं. षडाननः अस्ति इति कृत्वा द्वादशलोचनः भवति. तत्र द्वादशलोचनः इत्युक्ते द्वादश लोचनानि यस्य सः, नेत्राणि यस्य सः, द्वादशलोचनः एव षडाननः अथवा कार्तिकेयः. उत्तमम्. अग्रिमं पदं भगिनी पठतु, अग्रिमं पदं पठतु. युगानि इति तु नपुंसकलिङ्ग अकारान्तपदमस्ति. युगं, युगे, युगानि, चत्वारि युगानि, चत्वारि युगानि. पृथक्तया पृथक्तया लिखामश्चेत् चत्वारि युगानि इति लिखामः, किन्तु समस्तपदं कृत्वा लिखामश्चेत् चतुर्युगं चतुर्युगं भवति. तत्र चतुर्युगम् इति समस्तपदं. तत्र विग्रहवाक्यं कथं भवति? चतुर्णां युगानां समाहारः. चतुर्णां युगानां समाहारः चतुर्युगं. तत्र समाहारद्विगु समासः अस्ति. तत्र चत्वारि युगानि जानाति वा? त्रेतायुगं, कृतयुगं, कृतयुगं, त्रेतायुगं, द्वापरयुगं, कलियुगं. सत्ययुगं, त्रेता, द्वापर, कलि. किमर्थं तत्र कृतयुगम् इति कृतयुगम् अथवा सत्ययुगम्? सत्यमेव. अग्रिमं पदं सुजाता भगिनी भवती पठतु. आं भगिनि. पक्षौ, द्वौ पक्षौ, द्वौ पक्षौ भगिनि. द्वौ पक्षौ, द्वौ पक्षौ कौ? कृष्णपक्ष शुक्लपक्षः. कृष्णपक्षः शुक्लपक्षः. अत्र पक्षः इति पुंलिङ्गपदमस्ति. तत्र कृष्णपक्षः इति कथनेन चन्द्रक्षयात्मकः पक्षः, चन्द्रस्य क्षयः भवति. तत्र चन्द्रक्षयात्मकः पक्षः कृष्णपक्षः. तत्र गीतायाम् एकः श्लोकः अस्ति, शुक्लकृष्णो गतिह्येते इति एकः श्लोकः अस्ति, सर्वे पश्यन्तु. अग्रिमं वाक्यम्. अष्टादश पुराणानि, पुराणानि अष्टादश पुराणानि. उत्तमं. भवती जानाति वा अष्टादश पुराणानि? न स्मरामि भगिनि. अहं किञ्चित् वदामि, भवन्तः जानन्ति चेत् साधु एव, किञ्चित् पुनस्मरणं भवति. तत्र पुराणं पञ्चलक्षणम् इति एकः श्लोकः अस्ति. सर्गः प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चेति पुराणं पञ्चलक्षणम्. पुराणम् इति वदामश्चेत् तत्र पञ्चलक्षणानि भवेयुः. तस्मिन् पञ्चलक्षणानि, पुराणस्य लक्षणानि उक्तानि. अपि च अष्टादशपुराणानि कानि इति चिन्तयामश्चेत् तत् साधारणतया तेषां नाम्नः विस्मरणं भवति, अथवा साधारणतया तेषां विस्मरामः. तदर्थम् एकः श्लोकः अस्ति. मा द्वयं, ब द्वयं चैव, ब्र त्रयं, व चतुष्टम्, अनापलिङ्ग, कु स्कानि पुराणानि प्रचक्षते, उत्तमं तदेव श्लोकः. तत्र श्लोकः किं वदति इत्युक्ते मद्वयं, मद्वयम् इत्युक्ते म इति अक्षरं योजयित्वा आदिमवर्णः मकारः अस्ति, तत्र द्वयम् इत्युक्ते पुराणद्वयम् अस्ति, मत्स्य मार्कण्डेय. भद्वयम् इत्युक्ते भागवत भविष्य, भागवतपुराणं भविष्यपुराणं. ब्रत्रयं, ब्र इति आदिमवर्णः अस्ति, तादृशपुराणानि त्रीणि सन्ति, ब्रह्मपुराणं, ब्रह्माण्डपुराणं, ब्रह्मवैवर्तपुराणम्. अपि च वचतुष्टयम् आदिमवर्णः वकारः अस्ति, तादृशपुराणानि पुराणचतुष्टयमस्ति. वचतुष्टयं, वचतुष्टयम् इति कथनेन विष्णुपुराणं, वामनपुराणं, वराहपुराणं, वायुपुराणम्. अपि च अनापलिङ्गकूस्कानि, तत्र पृथक्तया लिखितमस्ति. आ इत्युक्ते अग्निपुराणं, ना इत्युक्ते नारदपुराणं, पा इत्युक्ते पद्मपुराणं, कु इत्युक्ते कूर्मपुराणं, का इत्युक्ते स्कान्दपुराणम्. एतावत् मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् अनापलिङ्गकूस्कानि पुराणानि पृथक् पृथक्. अग्रे पठतु. षट्रसाः रसाः. उत्तमम्. अत्र रसः इत्युक्ते रुचिः इति अर्थः. षड् रुचयः सन्ति. षड् रुचयः काः? आम्लानि, तदेव वा भगिनि, आम्लानि, कटु, मधुर, लवण. उत्तमं, तदेव इत्युक्ते मधुरं, लवणं, कषायम्, आम्लं, कटुः, तिक्तं. तत्र मधुरादि षड् रुचयः सन्ति, अथवा मधुरादि षट् प्रकारकः रसाः सन्ति. किन्तु अत्र रुचिः इति स्त्रीलिङ्गपदं, रसनेन्द्रियं किम्? जिह्वा. जिह्वा इति रसनेन्द्रियं. रसना इत्यस्य अन्यनाम अस्ति जिह्वा, आर्गान् आफ् टेस्ट्. तत्र हे रसने, वयं जानीमः एव, ब्रूहि मुकुन्देति हे रसने, पाहि गोविन्देति. अत्र सदाशिव ब्रह्मेन्द्रकीर्तनम् अस्ति. तत्र मुकुन्दा इति ब्रूहि हे रसने. ब्रूहि इत्युक्ते वद इति वद, हे रसने मुकुन्दा इति वद ब्रूहि इति कविः वदति. तत्र सदाशिव ब्रह्मेन्द्रकीर्तनम् अस्ति. तत्र अग्रिमं वाक्यं. पञ्चप्राणाः, प्राणः, प्राणौ, प्राणाः. पञ्चप्राणाः के वदतु? झुमा भगिनी वदतु. उत्तमम्, उत्तमम्. इत्युक्ते प्राण, अपान, व्यान, उदान, समान, पञ्चप्राणाः सन्ति तत्र. अपि च अत्र पञ्चप्राणाः इति दत्तमस्ति, तथा एव पञ्चभूतानि. पञ्चभूतानि कानि? आकाश, अप्पु, तेजस्, वायु, पृथ्वी. उत्तमम्. इत्युक्ते पृथिव्यापस्तेजो वायुराकाशाः. पञ्चेभ्यः भूतेभ्यः आगतम् इदं शरीरम्. पश्यन्तु, पञ्चेभ्यः भूतेभ्यः आगतः अयं देहः. तदर्थमेव पाञ्चभौतिक इति वदामः. पाञ्चभौतिकः देहः अथवा पाञ्चभौतिकं शरीरं पञ्चभूतेभ्यः आगतं शरीरं पाञ्चभौतिकं पञ्चभूतानि अथवा पञ्चप्राणाः पञ्चभूतानि भिन्नानि पञ्चप्राणाः भिन्नाः उत्तमम् अग्रिमं वाक्यम् अत्र लता भगिनी भवती करोतु अग्रिमं वाक्यम् एकनिमिषं भगिनि भूतानि पुराणानि प्राणा रसाः मनवः रसाः ओवर् प्राणः ओवर् मनवः 14 चतुर्दश मनवः करेक्ट् बहुवचन आफ् शब्द मनु उकारान्त पुल्लिङ्ग मनु इस् द हेड् आफ् दट् पर्टिक्युलर् मन्वन्तर अधुना मन्वन्तरम् इति उक्तवती तत्र प्रवर्तमानः अथवा वर्तमानः मनोः नाम किम् वैवस्वरमन्वन्तरे कलियुगे प्रथमप्रान्ते प्रतिदिनं सङ्कल्पे उत्तमं तदेव इत्युक्ते अत्र अहं दृष्टवती अतः वदामि तत्र अस्माभिः किं पठितं चतुर्दशमनवः सन्ति चतुर्दशमनवः के इति पश्यामश्चेत् तत्र तेषां नामानि स्वायम्भुवः स्वारोचिषः उत्तमः तामसः रैवतः चाक्षुषः एते षट् मनवः गताः एते षड् मनवः गताः किन्तु अधुना वैवस्वतमनुः प्रवर्तमानः तदनन्तरम् इत्युक्ते सप्तमः एव वैवस्वतः तदनन्तरम् इतोपि सप्तमनवः सन्ति तत्र नामानि अहं दृष्टवती सावर्णी दक्षसावर्णी ब्रह्मसावर्णी इत्यादीनि अन्यानि नामानि दत्तानि किन्तु अधुना वैवस्वतमनोः कालः प्रवर्तमानः अस्ति मनोः परम्परा एव मनुष्याः मानवाः मानवाः मानवाः किन्तु पुंलिङ्गपदं बहुवचनरूपं दत्तमस्ति अग्रिमं वदतु अग्रिमं देवताः त्रयस्त्रिंशत् देवताः देवतापद स्त्रीलिङ्गे अस्ति वा आं भगिनि आकारान्त स्त्रीलिङ्गपदम् आकारान्त स्त्रीलिङ्ग तत्र अहं चिन्तयामि दिव् धातुतः लट्लकाररूपं दीव्यति इति दिवादिगणीयधातुः अस्ति दिव् धातुः रूपं दीव्यति लट् रूपं दिव् धातुतः देव इति प्रातिपदिकं सिद्ध्यति किन्तु तद्धितप्रत्ययान्तपदानि प्रातिपदिकात् निष्पन्नानि भवन्ति इति कृत्वा देवयोगः तल् प्रत्ययः देवता दैवता दैवा अपि तस्य प्रातिपदिक किल देवस्य प्रातिपदिक इत्युक्ते तत्र देव इति सुबन्तपदमस्ति देव इति सुबन्तपदात् अन्यत् तद्धितान्तं पदं दैवं सिध्यति तथा एव देवशब्दात् देवता तत्र तल् इति प्रत्ययस्य योजनेन देवता यथा मधुरता इव अत्र देवता इति तल् प्रत्ययान्तरूपम् अस्ति किन्तु प्रकाशम् अस्ति इति किल उत्तमं प्रकाशम् अस्ति इति दीव्यते जीव्यते अनेन दीव्यते उत्तमं उत्तमं भगिनि धन्यवादः अधुना तत्र शोभा भगिनी एकवारं श्लोकान् त्यजामः अग्रे चत्वारः श्लोकाः दत्ताः तान् श्लोकान् त्यजाम अत्र कानिचन नूतनानि पदानि सन्ति एकवारं तिस्रः पत्तयः एकं सेनामुखं तस्मात् आरभ्य एकवारं पठतु भगिनि आं भगिनि तिस्रः तत्र श्लोकम् अनन्तरं अत्र श्लोके कुत्र भगिनि अत्र उपरि पत्तिः तिस्रः पत्तयः अस्तु अत्र पत्तिः इति लिखितमस्ति पत्तिः इत्युक्ते तत्र एकस्यां पत्तौ कानि कानि सन्ति इत्युक्ते कति गजाः सन्ति कति रथाः सन्ति कति पदातयः सन्ति, कति अश्वाः सन्ति इति अत्र लिखितमस्ति. पत्तिः नाम का, वदतु अत्र. अस्तु, पत्तिः एकपत्तिः पत्यां किमस्ति इति दत्तम्. एकसेनामुखं, त्रीणि वाहिन्यः, एका पृतना. तथा न, मम प्रश्नः तु पश्यतु अत्र. एको रथो गजश्चैको, नराः पञ्चपदातयः, त्रयश्च दुर्गाश्चज्ञौ, पत्तिरित्यभिधीयते. अत्र तस्मिन् श्लोके अन्तिमं वाक्यमस्ति पत्तिरित्यभिधीयते. पत्तिः नाम किम्? पत्तिः इति अभिधीयते इति समस्तपदस्य अर्थमस्ति. पतिः इति, अस्तु, तत्र अन्ते आगच्छति. अतः तत्र एकः रथः, गजः च एकः, नराः पञ्च, पञ्चपदात इत्युक्ते पदितः इति वक्तुं शक्नुमः वा? अत्र मम आशयः, अत्र पत्तिः इत्युक्ते किम् इति वा? पत्तिः इत्यस्मिन् एकः गजः, एकः रथः, पञ्चपदातयः नराः, पदातयः नराः, अपि च त्रीणि अश्वाः, त्रयः, क्षमतां पुंलिङ्गे, त्रयः अश्वाः, एतां सर्वां एते सर्वे मिलित्वा एकः पत्तिः इति व्यूहे भवति युद्धसमये. उत्तमम्. अत्र पत्तिः शब्दस्य लिङ्गं किम्? पुंलिङ्गपदं, पत्तिः इति पुंलिङ्गपदं न भगिनी, पत्तिः इति स्त्रीलिङ्गपदम् अस्ति. स्त्री अस्ति वा? ओ अस्तु, स्त्रीलिङ्गपदं. तत्र द्वे अपि भवति वा भगिनी? पत्तिः इति अहं दृष्टवती, अतः वदामि. पद् धातोः रूपं पद्यते इति रूपम् अस्ति. पद् धातुतः क्तिन् प्रत्ययस्य योजनेन पत्तिः, पत्तिः इति स्त्रीलिङ्गपदम् अस्ति इति कृत्वा तत्र एकस्यां पत्तौ कति गजाः सन्ति, कति रथाः सन्ति इति तत्र सेनायाः प्रसङ्गे अत्र लिखितमस्ति. पद् धातोः क्तिन् प्रत्ययान्तरूपं दत्तमस्ति. अत्र एकं नूतनं पदमस्ति, पदातिः इति कीदृशं पदम्? पदातिः पद्भ्यां चलति. पदातिः इति पदस्य प्रसङ्गे भवन्तः सर्वे जानन्ति एव, अत्र पदातिः इति पुंलिङ्गपदम्. अत्र पदातयः नराः, यथा हरिशब्दवत् पदातिः अपि पुंलिङ्गपदं, ह्रस्व इकारान्तपदं. पदातिः इति पदमस्ति. तत्र विग्रहवाक्यं कथं भवति इत्युक्ते पद्भ्यां पतति इत्युक्ते गच्छति, पादेन गच्छति. एकवचने वदामश्चेत् पादेन गच्छति, अथवा द्विवचने वक्तुमिच्छामश्चेत् पद्भ्याम् अतति पदाति, अथवा पादाभ्यां, पद्भ्यां रूपमपि साधु, पादाभ्यां रूपमपि साधु. तत्र रूपद्वयं सिद्ध्यति, पद्भ्यां पादाभ्यां. पद्भ्याम् अतति इत्युक्ते गच्छति, पदाति. अत्र गजः, रथः, पदातिः, अश्वः, एतानि सर्वाणि पदानि पुंलिङ्गपदानि, किन्तु पत्तिः स्त्रीलिङ्गपदम्. अत्र तिस्रः पत्तयः एकं सेनामुखं, तथा वदतु शोभा भगिनी. आं भगिनि, तिस्रः किं वदनीयं तत्र? तिस्रः पत्तयः एकं सेनामुखम्, अपि च वाहिन्यः तत्र स्त्री, तथा न पठनीयं. पश्यतु, तिस्रः पत्तयः मिलित्वा एकं सेनामुखं भवति. अपि च त्रीणि सेनामुखानि एकः गुल्मः भवति. अस्तु, त्रि गुल्मः, अपि च त्रीणि गुल्माः, एक एकः गणः, त्रयः गणाः, वाहिनी इति स्त्रीलिङ्गे एका वाहिनी, अपि च तिस्रः वाहिन्यः, एका पृतना, क्षमताम्, पृतना इति स्त्रीलिङ्गे इति मन्ये, अतः तिस्रः पृतनाः, चमूः इति स्त्रीलिङ्गे एव, एका चमूः, तिस्रः चम्वः, अनीकिनी अपि स्त्रीलिङ्गे इति मन्ये, एका अनीकिनी, अपि च दश अनीकिन्यः, एका अक्षौहिणी इति भवति. उत्तम. इत्युक्ते अपि च एतावता अत्र तिस्रः पत्तयः, एकं सेनामुखं, त्रीणि सेनामुखानि, एकः गुल्मः, त्रयः गुल्माः, एकः गणः, त्रयः गणाः, एका वाहिनी, तिस्रः वाहिन्यः, एका पृतना, तिस्रः पृतनाः, एका चमूः, तिस्रः चम्वः, एका अनीकिनी, दश अनीकिन्यः, एका अक्षौहिणी. अक्षौहिणी इति पदमस्ति, भवती किञ्चित् जानाति वा अक्षौहिणी इति? तत्र अक्षौहिणी इति कीदृशं पदम् इत्युक्ते ईकारान्तस्त्रीलिङ्गपदम् अक्षौहिणी. एतत् पदं कथं निष्पन्नम् इति अहं दृष्टवती. अक्षाणाम् ऊहिणी इति दत्तमस्ति. अत्र अक्ष इत्यस्मिन् पदे मूर्धन्यषकारः अस्ति, इत्युक्ते क्ष इति कथनेन तत्र मूर्धन्यषकारः दृश्यते इति कृत्वा पूर्वपदे निमित्तम् अस्ति. तदर्थमेव पूर्वपदस्य निमित्तकारणात् उत्तरपदे अत्र णत्वं भवति. ऊहिणी इति पदमस्ति, किन्तु यद्यपि ऊहिणी इत्यस्मिन् दन्त्यनकारः एव अस्ति, किन्तु पूर्वपदात् पूर्वपदे णत्वस्य कृते निमित्तमस्ति इति कारणतः अस्मिन् पदे णत्वं दृश्यते. अक्षौहिणी इति पदस्य रूपाणि, प्रथमाविभक्त्यन्तरूपाणि वदतु. नदी शब्दवत् नदी, नद्यौ नद्यः, अक्षौहिणी अक्षौहिण्यौ अक्षौहिण्यः. उत्तमम् उत्तमम्. अपि च अत्र चमूः इति वधूः शब्दवत् दीर्घ ऊकारान्तपदं स्त्रीलिङ्गपदमस्ति. चमूः इत्युक्ते तत्र चमति शत्रून्, चमति शत्रून्, तत्र चमति इत्युक्ते भक्षयति, शत्रून् शत्रून् भक्षयति अथवा शत्रून् नाशयति. तत्र चमति इति पदात् एव चमूः इति पदमागतं. चमति इत्युक्ते भक्षयति, शत्रून् भक्षयति, शत्रून् नाशयति इति अर्थः अस्ति. किन्तु चमूः शब्दस्य रूपाणि अपि किञ्चित् भिन्नानि, तस्य रूपाणि अपि ज्ञातव्यानि भवन्तः सर्वे पश्यन्तु. भगिनी, तत्र चमति इति सामान्यतया वयं भक्षणे न उपयुज्मः किल? विशेषपदम् अस्ति वा एतादृशम् अर्थे? आं भगिनि, तत्र चमति इत्युक्ते भक्षयति, अत्र भक्षयति इत्युक्ते नाशयति इति अर्थे एव इति अस्ति. चमूः शब्दस्य रूपाणि अपि एकवारं पश्यन्तु. अपि च अधोभागे वधू चमूः चम्वौ चम्वः इति किल? आं भगिनि, वधू शब्दवत् अस्तु. चमूः चम्वौ चम्वः, चमूं चम्वौ चमूः, तादृशरीत्या रूपाणि भवन्ति. अत्र एका बृहती संख्या दत्ता, अत्र चतस्रः संख्याः दत्ताः. एतेषां चतुर्णाम् उच्चारणं कथं भवति, कथं वक्तव्यं, तस्मिन् प्रसङ्गे भवन्तः सर्वे चिन्तयन्तु. अधुना कालातीतः अभवत्, तेषाम् उच्चारणं कथं भवति तस्मिन् प्रसङ्गे अग्रिमे सप्ताहे वयं किञ्चित् चिन्तयित्वा अग्रे सरेम. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः.